नमस्ते भगिनि. नमस्कारः भगिनि. नमस्ते. सरलपाणि नमस्ते. नमस्ते सरलपाणि नमस्कारः. महोदय नमस्कारः. सूर्यकुमारी करः लृट्लकारः इति करपत्रम् अनुवर्तते. तर्हि वयम् अत्र पुनः विंशति अपि कुर्मः इति तत्र भवती तत्र स्मारयति किं तत्र विंशतिकारे प्रमाणत्वेन अनेकानि दानानि दत्तानि. तत्र किमर्थं तत्र अचपरस्मिन् पूर्वविधौ इति अलादेशस्य तत्र अजादेशस्य स्थानिवत्त्वं किमर्थम् एकः एव अचुवर्णः अस्ति चेदेव तत्र अल्वर्णः अस्ति चेदेव स्वीक्रियते. अनेके अल्वर्णानां स्थाने यत्र अनेके अल्वर्णाः अजादेशत्वेन भवति तत्र तु स्थानिवत्त्वं न स्वीक्रियते इति खलु. अनेकेषाम् अल्वर्णानां स्थाने यत्र आदेशः भवति तत्र तु वयम् अजादेशत्वं न स्वीकर्तुं शक्नुमः इति अहं वदतु. स्मारयतु भगिनी कृपया. अस्तु. मातृभिः इति उक्तं यदि अचुवर्ण अचुवर्णसहित अस्ति वा अच्युक्त हल् वर्ण अस्ति तत्र अच पदस्मिन् पूर्वविधौ यदि पूर्वकार्यं भवति तस्य अजादेशः न भवितुं शक्नोति. केवलम् एक अचुवर्ण एव भवेत् यस्य स्थाने अजादेशः भवितुं शक्नोति इति तस्य उदाहरणम् दत्तमस्ति. विंशति वयं पूर्वं दृष्टवन्तः यस्य हल अनेन सङ्घातग्रहणम् अस्ति तत्र यकारयुक्त अकार अस्ति तदानीं केवलं यदि प्रथमं यकारस्य लोप भवति तदनन्तरम् अतो लोपनेन अकारस्य लोप भवति तदानीम् एव अच परस्मिन् पूर्वविधौ इत्यस्य अजादेश आनीतव्यस्थानिवद् भवति तदानीं पुगन्तलघुपदस्य अस्य कार्यं निषिद्धं भवति. तो इदानीम् अन्य उदाहरणानि सन्ति यत्र वर्णद्वयं यदि अस्ति तत्र अच परस्मिन् पूर्वविधौ तस्य प्रसक्तिः न भवति कारणकी अनष्टापति भवति. एकमस्ति विंशति उदाहरणं विंशति अहं पठित्वा वदामि भगिनि. विंशति विंशति पूर्णम् इति अर्थः विंशति शब्दात् तस्य पूर्णे डट् इत्यनेन डट् प्रत्यय विंशति योग डट् अनुबन्धलोपानन्तरं विंशति योग अस्मिन् प्रत्यये परे विंशति इत्यस्य यचि भम् इत्यनेन भ संज्ञा भवति तदा ति विंशेति दित्ति इत्यनेन भ संज्ञा विंशति शब्दस्य ति इत्यस्य लोप विंशयोग अतो गुणे इत्यनेन पूर्वपरयो पररूपम् एकादेश विंशति शब्द. इदानीं विंशति तस्मात् यदि पूर्ण प्रत्यय पूर्ण इति शब्द निर्माणं विवक्षा अस्ति यत् विंश भवति तस्य प्रक्रिया दत्तम् अस्ति. अनेन किमस्ति विंशति इति शब्दात् तस्य पूर्णे डट् अनेन डट् इति विधीयते प्रत्यय अने डट् प्रत्यय अनुबन्धालोपानन्तरम् अवशिष्यते ड इत्यस्य चुट् टकार चुट्टु डकारस्य लोप भवति अकार अवशिष्यते टकारस्य हलन्त्यस्य संज्ञा भवति. तो विंशति योग इदानीं यदि अस्ति इति यचि भम् इत्यस्य दत् इति अहं चिन्तयामि इति तद्धितप्रत्ययः अस्ति तो तद्धितप्रत्ययः यदि अकार वा यकार अस्ति तस्य आदौ यत् अङ्गम् अस्ति तस्य भ संज्ञा भवति भ संज्ञा यदि भवति तत्र टीलोप भवति तो इदानीं विंशतियोग यदि टीलोप भवति तु केवलम् इकारस्य एव लोप भवेत् किन्तु इष्टमस्ति टी अपि लोप भवेत् अतः नूतनसूत्र आगच्छति विंशति द्विति विंशति द्विति अनेन सूत्रेण ति भा विंशति इति शब्दात् ति भागस्य लोपः भवति तु केवलं विंश एव अवशिष्यति विंशयोग इति अस्ति अत्र अतो गुणे इत्यस्य सूत्रस्य प्रसक्ति प्राप्ति भवति तो अतो गुणे इति सूत्रं वदति अत अङ्गस्य गुणपरं यदि अस्ति तत्र गुणपरं मीन्स् अ ए ओ इति तस्मात् पूर्वपरयो एक पररूप आदेश भवति तो अत्र विंश इति अदन्तम् अङ्गम् अस्ति तस्य अकार परे अकार इति गुणम् अस्ति तु पूर्वपरयो अवशिष्यति तु विंश इति पूर्ण शब्द निर्मितं भवति तु इदानीं यदि तिलोपः भवति अत्र तस्य उदाहरणम् आगच्छति यदि तिलोपः भवति इत्यत्र तकारयोग इकार अस्ति तिलोप इति शब्द वर्णद्वयम् अस्ति तकार इकार अतः अच परस्मिन् पूर्वविधौ इत्यनेन तिलोपः जादेश इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते यतोहि विंशयोग तियोग अ इति भवति अतो गुणे इत्यस्य प्रसक्तिः तदा न भवति तो इदानीं यत् प्रथमम् आगच्छति विंशयोग ति यदि पूर्णति शब्दस्य वर्णद्वयम् इत्यस्य अजादेश यथा अच परस्मिन् पूर्वविधौ दत्तम् अस्ति तत्र जादेशवान् स्वीकुर्मः तु विंशयोग इति यदि अति तस्य स्थाने यत् लोपः भवत् तत्र इति आदेश आगच्छति तद् इति यदि आदेश आगच्छति अकार यत् पूर्वम् अस्ति इदानीं परनिमित्तम् अकार यत् अस्ति अशब्द यत् अस्ति प्रत्यय अतो गुणे इत्यस्य प्रसक्तिः न भवति कारणकि विंश मध्ये ति इति अस्ति तस्य प्रसक्तिः न भवति तु अस्य अतो गुणे इत्यस्य कार्यं न भवितुं शक्नोति यदि वयं ति शब्दात् केवलम् इकार जादेश एव स्वीकुर्मः तत्र किं विवक्षा भवति विंशयोग ई योग अ भवति इदानीमपि अतो गुणे इत्यस्य प्रसक्तिः न भवति कारणकि विंशयोग यद् ई अस्ति विंशयोग ई तत्र ई इति गुण गुणशब्द न गुण वर्ण नास्ति इ तो इदानीमपि अतो गुणे इत्यस्य प्रसक्तिः न भवति तो आहत्य किं भवति विंशयोग विंश्य भवति तो इति उदाहरणम् अस्ति इति भगिनी महोदय वर्गे इति वयं समीकृतवन्तः विंशयोग इ अत्र अपि अतो गुणे इत्यस्य प्रसक्तिः प्राप्तिः न भवति सो आहत्य यदि वर्णद्वयं स्वीकुर्मः तकार एकार तत्रापि यत् पूर्वकार्य अतो गुणे अस्ति तस्य कार्यं न भवितुं शक्नोति यदि केवलं तकार इकार इत्युक्ते केवलम् अजादेश स्वीकुर्मः इकार तदानीमपि पूर्वकार्य अतो गुणे तस्य प्रसक्तिः न भवितुं शक्नोति अतः इति साधितं भवति अच परस्मिन् पूर्वविधौ केवलम् एकवर्णन एव स्वीकर्तव्यं तु अस्माकं यत् प्रकृत कार्यमस्ति यस्य हल य शब्द यदि इति पूर्वं परिच्छेदे आगच्छति य शब्द इति अस्ति इति लाघवं भवति यदि य शब्दस्य स्थाने केवलं वयं य शब्द इत्यस्य यस्य हल आददातुकप्रत्यये परे यस्य यत् य शब्द अस्ति हल् हल् उत्तरस्य य शब्दस्य लोपः भवेत्, तस्मात् केवलं वयम् अजादेशे इति स्वीकृत्य अत्र परस्मिन् पूर्वविदो तस्य कार्यं कुर्मः इति लाघवं भवति. तस्य समाधानम् अस्मिन् उदाहरणे दत्तम् अस्ति. अन्यत् उदाहरणम् अपि कोऽपि अन्यं पठति. साधु भगिनि, अस्तु भगिनि, अस्तु अग्रे पठामः वा? अग्रे परिचेतम् अरुणा भगिनी पठति वा भगिनि? नमस्ते भगिनि. किं वदति विंशति दातु वा? न, अन्यत् उदाहरणम् इति. अन्यत् तदेव भाष्यकार्यै प्रमाणत्वेन अनेकानि उदाहरणानि दत्तानि अत्र एव. अग्रिमम् अन्यत् उदाहरणमिति स्थूलदूर युव विंशति इत्यस्य विषये इत्यस्मिन् विषये भगिनी प्रतिपादितवती गते सप्ताहे अस्माभिः उत्पादितम्. ओके, अन्यत् उदाहरणं स्थूलदूर युव अश्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः. अत्र षष्ठाध्याये चतुर्थपादे विंशति अधिक चतुर्थं तूला दूरा युवा हस्वा क्षिप्र क्षुद्र इत्येषाणां यनादि परं लुप्यते. इष्ट इमं डमं भगिनि, इष्ट इमं इत्येषु प्रत्ययेषु परेषु पूर्वस्थस्य गुणो भवति. अत्र तु दीर्घसूत्रमस्ति, धातु उक्तं स्थूल दूर युव हस्व क्षिप्र क्षुद्र आं धनादिपरं पूर्वस्थस्य गुणः भवति. निमित्तमस्ति लुक्पत्य इमन् इष्ट इमन् इयत् इत्येष प्रत्यये परे प्रथमं यणादिपरं किं लोपं भवति भगिनि? यत् कुस्य इत्युक्ते यणादिपरं, यणादि इत्युक्ते किमस्ति? यण् आदिः यस्य सः इति यणादिः इति अत्र बहुव्रीहि समासः सूच्यते. तर्हि स्थूले इष्ट्यस्मिन् यणादिः कत् कुत्र भवति? यण् वर्णः अत्र कः? यण्वर्णः तु लकारः अस्ति खलु. तर्हि लकारः आदौ यस्य सः इति लकारादि, तत्र यणादि इत्यस्य लकारादि इति भवितुमर्हति खलु. तर्हि लकारादि यत् परम् अस्ति इत्युक्ते लकारः आदः यत् आदौ यत्र अस्ति तदारभ्य परं परे ये वर्णाः भवन्ति ते सर्वे तु लुप्यन्ते इति. तर्हि यणादिपरम् इत्युक्ते लकारः अकारः उभयमपि लुप्यते लुप्येते. उदाहरणमस्ति स्थूलायुग इष्टन् स्थूलदूर युव अश्वक्षिप्र क्षुद्राणां यणादिपरं पूर्वस्य च गुणः इति सूत्रेण अत्र यण्वर्णः यज्ञवर्णादिः उच्यते. लयुगः अत्र लकाराकारसहित इत्यस्य लोपः भवति. स्थूल युव इष्टन् तदा तेन एव गुणे सूत्रेण गुणः कारस्य एकवर्णः अस्ति अरुदातुकेन नास्ति. अनेनैव सूत्रेण गुणः पूर्वस्य च गुणः इत्येव सूत्रे एव उक्तमस्ति. अनन्तरं पूर्ववर्णस्य गुणः भवति अस्तो युगः इष्ट यचो यावयावः इत्यनेन सविष्टः इति रूपं भवति. अत्र तु इयसून् इष्टन् प्रत्ययौ इति वयं पूर्वं पठितवन्तः खलु गीताप्रवेशपुस्तके. इयसून् इष्टन् इति घरीयस् गरिष्ठः इति तत्र ज्येष्ठः इति आगच्छति खलु. ज्येष्ठः अत्र गरिष्ठः गरीयस् इति अनन्तरं तद्धितप्रत्ययाः सन्ति इष्ट इमन् इयस् आं भगिनि इमन् इति तु तत्र लघिमा गरिमा इति भवति खलु आमां ते सर्वे तु इमन् प्रत्ययः प्रत्यान्ताः भवन्ति ये शब्दाः सन्ति स्थूल दूर आङ्ग्लभाषया तु सुपर्लेटिव् इति वदामः खलु कम्पेरेटिव् लेटिव् इति खलु तत् सुपर्लेटिव् भवति बेस्ट् इति भवति गरिष्ठ स्तविष्ट इति इत्युक्ते विप्राटस्थिति गरी स्तवीयस् इति यत्र भवति तत्र तु तत्र कम्पेरेटिव् भवति कम्पेरेटिव् केस् इत्युक्ते बेटर् इति one is better than the other comparatively tama iti yadi tatha eva satyam bhagini ah tatha eva tara tamapiti tu superlative bhavati tarap tu comparative bhavati kulu tatha api ye shabda santi stula dura yuva hasva chipra shudrana eti sarve yana pratyare ye shabda agachanti ya यकारस्य विहाय सर्वे अस्ति लवर आगच्छति स्थूल ल अन्तिम अस्ति दूर रेफ अस्ति युव व अस्ति अन्ते हस्व व क्षिप्र क्षुद्र रेफ अन्ते आगच्छन्ति तु यणान्ति परम् इति अस्ति अधुना अत्र विवरणमस्ति अत्र अजादेशत्वं लशब्दलोपे स्वीक्रियते चेत् तस्य स्थानिवद्भावः भवति तर्हि सोयोग इष्ट गुणादेशः भवति सूत्रेण सूरदूर युवक्षिप्रसूत्राणां यनादिपरं पूर्वस्य च गुणः सूत्रेण परन्तु सौयोगः इष्ट अधुना स्थानिवद्भावः भवति ला इति एकादेशस्य एकादेशस्य अतः सो ला इष्टं यतो यावायावः इत्यनेन कार्यं न भवति रूपं न इष्टरूपम् अष्टविष्ट इति रूपं न लभ्यते अतः यत्र एकमेव अचवर्णद्वयम् अस्ति तत्र अतः परस्मिन् पूर्वविदेशेन अदादेशः च स्थानिवद्भावत् नास्ति तत्पर्यः अत्र अवगतं भगिनि लाशब्दलोपः अजादेश इति स्वीक्रियते चेत् अत्र स्थानिवद्भावः भवति अतः परस्परं पिरोपितो सूत्रेण परन्तु इष्टरूपं न लभ्यते लभ्यते परन्तु सामान्यतया लशब्दस्य लोकलोपरे लकार अकार अस्ति अतः अकार एकवर्ण एव अचुवर्ण एव त्यक्त्वा वर्ण अतस्पर्वन् पूर्वविदो इति अजादेशः इति स्थानिवद्भावः इति भवति परन्तु अकार यकार यकार अस्ति शब्दलोपः भवति चेत् स्थानिभवत्र न करणीयं किमर्थमचेत् एक अच्पर्ण एव आदेशः भवति तद् ततः अतः पत्मूरुतः स्थानिवद्भावः अस्ति अपि एकनिमिषं चिन्तयन्ति अस्मि प्रश्नः नास्ति अग्रे मणिमहोदय पठति वा महोदय क्षम्यतां मम पूर्वं सूर्यकुमारी आसीत् भगिनी पठति वा भगिनि क्षम्यतां आम् आं भगिनि आहत्य यस्य हलः आहत्य यस्य हलः सूत्रेण आर्धधातुकप्रत्यये परे हल् उत्तरस्य या शब्दस्य लोपो नास्ति अपि तु यकारस्य एव तदा अतो लोपः इत्यनेन अदन्तङ्गस्य ह्रस्व अकारलोपो भवति अर्धधातुकप्रत्यये परे अनेन च अच परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्त अजादेशः स्थानिवत् भवति यस्मात् उदाहरणमस्ति लेलिख्ययोगः इष्यति इति स्थले अनिष्टरूपकार्यं न भवति इष्टं रूपञ्च लेलिखिष्यति जायते यदा वयं पूर्वं जानीमः यस्य हलः इत्यनेन अकारयुक्तयकार अस्ति यकार एव लोपः भवति न तु अकारः तदनन्तरमेव अतो लोपः इत्यनेन अदन्तङ्गस्य ह्रस्व अकारलोपो भवति अर्धधातुप्रत्यये परे तत्र एव अच परस्मिन् पूर्वविधौ इति सूत्रं पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् भवति स्थानिवत् भवति लेलिख्य योगः इष्यति इति स्थले या लोप भवति तत्र लेलेक् न भवति या पूर्णतया लोपः भवति प्रथमसोपाने अजादेशः भवति पुनः तत्र खकारः उपधा दृश्यते अनिष्टगुणकार्यं न भवति इष्टं रूपञ्च जायते हरि ओम् भगिनि लेलिखिष्यति रूपं कथं जायते इत्युक्ते ककार अनन्तरम् अकार दृश्यते पूर्व उपदा ककार एव दृश्यते इष्यति शब्दे प्रत्यये परे लेलिखिष्यति भगिनी प्रक्रिया पुनः करोतु लेलिख्य योगयिष्यति पूर्णतया किं भवति प्रथमं लेलिख्य योगः इष्यति खलु यस्य हलः इत्यनेन यकार पूर्णतया लोपं भवति चेत् तत्र अच परस्मिन् पूर्वविधौ इति सूत्रं न आगच्छति लेलेखिष्यति भवति खलु कथं न आगच्छति कारणं किम् अस्ति य शब्दस्य पूर्णतया यदि लोपः भवति यस्य हलनेन कारणम् अस्ति यस्य अजादेशः न भवति इदानीं कारणं किम् अस्ति अजादेशः अकार एव लोपः भवति चेत् एव लोप अच परस्मिन् पूर्वविधौ सूत्रं कर्तुं शक्यते न तु अकारयुक्त अकारपूर्वतया लोपः भवति चेत् साधु तो इदानीं किं कर्तव्यं लेलिख्य प्रथमं हस्तहलः इत्यनेन यकार एव लोपः भवति तदनन्तरं यकार एव लोपः भवति तस्य निमित्तं किम् अस्ति? यस्य हलः यस्य निमित्तं किम् निमित्तं ले ले ककारः हल् वर्ण आम् हल् वर्ण परे य शब्द इति सङ्घात स्मृति वयं पठितवन्तः य शब्दस्य सङ्घात यस्येति सङ्घातग्रहणम् इति भवेत् यकारयुक्त अकार भवेत् तदानीमेव यस्य हलस्य कार्यं भवति यकारस्य एव लोपः भवेत् न तु सम्पूर्ण य शब्दस्य यतो हि वयं दृष्टवन्तः यस्य हल य हल इति पूर्वं चर्चा कृतवन्तः साधु योगः अस्ति तदनन्तरम् अतोलोप अतोलोपः भवति ले लिख भवति यकारस्य लोपः भवति तद् ले लिख भवति तदानीम् अतोलोप आगत्य आगच्छ इष्यति अकार दृश्यति अच परस्मिन् पूर्वविधसूत्रेण पुगन्तलघुपदस्य इति सूत्रं न आगच्छति आमां ककार अस्ति चेत् उपदा साधु लेलिखिष्यति इष्टरूपं भवति साधु अवगतवती भवति अग्रे पठामि भगिनि अग्रे भवानी महोदय पठतु वा पठामि महोदय मातृभिः उक्तं यत् भाष्यकारस्य अन्य मार्गः अस्ति एवं यत् यस्य हलव्यतिरेण य शब्दस्य एव लोपं कृत्वा च परस्मिन् पूर्व उदौ इत्यस्य स्थाने न धातुलोपो अर्धधातुव्यतिरेण गुणकार्यं बाधते यस्य हल शब्दस्य लोपं कथं भवति इति अच परस्मिन् पूर्व उदौ इति सूत्रेण यदा आदेशः भवति इति पूर्वम् उक्तं तदेव तस्य अच परस्मिन् पूर्ववृत्तस्य कार्यस्य अन्यवत् सूत्रेण अपि गुणकार्यं भव बाधं भवति इति अधः सूत्रेण दत्तमस्ति न धातुलोपे आदधातुके धात्वं च लोपनिमित्ते आदधातुके परे इको गुणवृत्तिः नास् धातोः कस्मिंश्चित् अंशस्य कस्मिंश्चित् आदधातुकप्रत्ययस्य विशेषलोपे विषये लोपः भवति चेत् तस्य धातोः इकोर्णस्य तस्मिन् आदधातुकप्रत्ययस्य विशेषगुणवृत्तिः न भवतः धातुलोपशब्दे लोपशब्दे धातु धातुदि भागेन धातुवंशस्य ग्रहणम् अतः धातोलोप इत्युक्ते धात्वंशलोपः धातुं लोपयति इति धातुलोप तस्मिन् धातुलोपे न अव्ययं धातुलोपे सप्तम्यन्तम् आददातके सप्तम्यन्तम् इको गुणवृत्ति इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः अनुवृत्तिसहितसूत्रं धातुलोपे आददातके इक् गुणवृत्तिः न न धातुलोपे आदधातुक इति सूत्रं वदति आदधातुकप्रत्ययपरे धातु अंशः लोपः भवति इको गुणवृत्तिः अपि न भवति इति यदा अचपुरस्मिन् सूत्रं कार्यं करोति पुगन्धलपदस्य अथवा अधोपदयः बाधितं भवति तदेव तस्य समानत्वेन दिस् न धातुलोप अर्धधातुक इति सूत्रम् अत्र दत्तम् इति किमपि अंशः अस्ति धातुस्य लोपः भवति इति अत्र दत्तं. विकर्णस्य तस्मिन् आधातकृतिविषये इकोगुणवृत्तिः भवति सामान्यतया, परन्तु इति सूत्रेण इकोगुणवृत्तिः बाधितं. धातुलोपे सत्य धातुंशस्य धातुलोपः इति शब्दे लोपः इति उक्तमस्ति चेत् धातुस्य अंशस्य अपि ग्रहीतुं भवति इति ग्रहणं भवति इति दत्तं. तथैव धातुंश लोपः अनन्तरं लिप्यते न अवेयं धातुलोपे सप्तम्यन्तम् आददातुक सप्तम्यन्तं धातुलोपे आददातुकः गुणवृत्तिः न इति न धातुलोप आददातुकसूत्रेण आददातुक प्रति परे इकवर्णः गुणः वा अथवा वृद्धि वा न भवति इति तस्य अर्थः सिद्धं महोदय. सम्यक् नास्ति चेत् सम्यक् अस्ति. तर्हि भिन्नमतम् अस्ति तत्र अत्र भाष्यकारस्य. अतः परस्मिन् पूर्वविधौ इति स्वीकृत्य गुणनिषेधः न क्रियते, किन्तु न धातुलोप लोपे आरुधातुके इति सूत्रेण तत्र यस्य हलः इत्यनेन पूर्ण यशब्दस्य लोपः क्रियते, तदनन्तरं न धातुलोपे आरुधातुके इत्यनेन इकोगुणवृद्धेः निषेधः क्रियते. अत्र समीचीनं महोदय, उत्तमम् अस्ति. तदर्थं किं मार्गः सुलभम् अस्ति? उभयतापि स्वीकर्तुं शक्यते इति एव. ओके, धातुलोप अर्धधातुकविषये अतो लोपः अस्य परस्मिन् पूर्वविधौ सूत्रम् आवश्यकता नास्ति खलु? सरलमस्ति. न धातुलोप अर्धधातुके सुलभम् अस्ति प्रक्रियायां. सारांश किं भगिनि? सारांश एतदेव, तत्र गुणकार्यं न भवति. यद्यपि यशब्दस्य लोभः यदा भवति तदा तु गुणकार्यं तु न भवति. केन सूत्रेण इति तु भिन्नमार्गेण भिन्नरीत्या चिन्तयितुं शक्नुमः. यस्य हणः हलः तदनन्तरम् अतोलोपः कृत्वा अतः परस्मिन् पूर्वविधौ इत्यनेन तत्र सार्वधातुकार्धात्क्यो इत्यस्य तत्र प्रसक्तिः न भवति इति स्वीकर्तुं शक्यते. क्षम्यतां, पुगन्धलघुपदस्य चेत् गुणकार्यं वा न किमपि न भवति इति स्वीकर्तुं शक्यते. नो चेत् न धातुलोपे अर्धदत्तके इति स्वीकृत्यपि कर्तुं शक्यते. भग्नि इति अत्र इति दत्तं नास्ति औपदेशकधातुः अस्ति वा अतिदेशकधातुः अस्ति. तत्र लेलिख्य इति वयं यणन्तधातु इति स्वीकृत्य धातुलोपन्तधातुः अपि औपदेशिकधातुः तत्र आतिदेशिक अस्ति. आतिदेशकधातु औपदेशिक उपदेश अवस्था अस्ति तस्य. यद्यपि आतिदेशिकधातुः अस्ति किन्तु प्रक्रियायां तस्य अवस्था तु उपदेश अवस्था अस्ति. ओ, कारण की प्रकृति ग्रहणे यङन्तपि ग्रहणम् इति अनेन परिभाषाया नो चेत् न केवलं तथा तत्र किम् अस्ति तत्र यत्र प्रक्रियायां धातुः यथा प्रथम तत्र धातोः किमपि न विकरणं जातं चेत् तत्र तु उपदेश अवस्था इति स्वीकर्तुं शक्यते इति महोदय उक्तमासीत्. निजं जातं न तत् द्वित्वं भवति इति किमपि न प्रत्ययेन सह किमपि मेलनं न कृतं चेत् तत्तु अङ्गं यत्र नास्ति तत्तु साक्षात् धातुः इति स्वीकर्तुं शक्यते. अस्तु. तदनन्तरम् अस्माभिः तत्र पूर्वं यत्र वयं पठितवन्तः तत्र जनवरि मासात् आरभ्य मार्च् पर्यन्तं एप्रिल् मासपर्यन्तं वर्गः न आसन् खलु. तदा तु तत्र भुवादिगणगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां सेतां हलन्तधातूनां लिट्रकारस्य रूपसिद्धिः इति भागः समाप्तः. किन्तु अस्माभिः न पठितम् आसीत् इति कृत्वा गतसप्ताहद्वयात् पूर्वम् अस्माभिः किञ्चित् कृतम् विज्जुधातुपर्यन्तं कृतम् इति मन्ये. अधुना तु अस्माभिः अग्रे सेट् उदुपदधातवः इति आरभ्य कर्तव्यः. महोदय एकः सन्देहः अस्ति महोदय, गतवर्गे औत्सित्यम् अनन्तरं तलसात्यम् इति द्वौ शब्द उपयोगं कृतवन्तः, मम तस्य अर्थम् अहं न जानामि। किं महोदय, औचित्यं दलसार्थक्यम् इति वा? दलसार्थक्यम् इति किम् इति अहं जानामि, तत् वक्ष्यामि प्रथमं, तदनन्तरम् औचित्यम् इत्यस्मिन् विषये चिन्तयामः। तत्र दलसार्थक्यम् इत्युक्ते महोदय, अत्र उदाहरणार्थम् अत्र न तत्र न धातुलोप अर्धधातु तत्र एकैकंशं वदामि भगिनि, लोलूय स्वीकरोतु, लोलूय पोपूय हल इति उत्तरस्य दलसार्थक्यमस्ति। न न, दलसार्थक्यं तु सूत्रे सूत्रस्य भवति दलसार्थक्यम्, दलसार्थक्यम् अस्ति न कर्तुं शक्यते। आम्, यस्य हलः अस्तु तर्हि यस्य हलः इति स्वीकृत्य कुर्मः। तर्हि यस्य हलः इति सूत्रम् एकवारं पठति वा महोदय, अनुवृत्तिसहितसूत्रं पठति वा? पूर्वमस्ति किल? आम् महोदय, यस्य हलः हल् उत्तरस्य य शब्दस्य लोपो भवति आदधातुः प्रत्ययपरे, यस्य षष्ठ्यन्तम् अलः पञ्चम्यन्तं द्विपदं तु सूत्रम्, अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, अङ्गस्य आदधातुके इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रं हलः यस्य अङ्गस्य लोपः आदधातुके, हलः इति पञ्चमी अर्थेन दत्तम्। चिन्ता नास्ति, अनुवृत्तिसहितसूत्रं किम् अस्ति, हलः यस्य अङ्गस्य लोपः अर्धधातुके इति अस्ति खलु। किम् अस्ति दलसार्थक्यम् इति पदं किम् इति चिन्तयामः, दलम् इत्युक्ते किम्? दल इत्युक्ते तत्र किम् अस्ति, तत्र मन्ये स्टेज् इति स्वीकर्तुं शक्यते वा? अंशाः सन्ति सूत्रे, अंशद्वयम् अस्ति अत्र, न यस्य हल अत्र तु प्रत्येकम् अंशं भवति, इत्युक्ते हलः इति एकः अंशः, यस्य इति अंशः, अङ्गस्य इति अंशः, लोपः इति अंशः, आर्धधातुके इति अंशः इति प्रत्येकस्य अंशस्य सार्थक्यम् इत्युक्ते किं, तस्य अर्थः कः इति अवगमनम् अस्ति खलु, तदेव दलसार्थक्यम् इति भवति। उदाहरणार्थं हलः यस्य अङ्गस्य लोपः आर्धातुके इति अनुवृत्तिसहितसूत्रम् अस्ति। अधुना वयं पृच्छामः, काशिकाकारैः पृच्छते कथं काशिका व्याख्यानं लिख्यते इत्युक्ते, तत्र व्याख्याकारः किं कुर्वन्ति, दलसार्थक्यं तत्रैव तत्र स्वस्य व्याख्यानेषु तैः दीयते दीयन्ते, इत्युक्ते ते तु एकैकं शब्दं स्वीकृत्य किमर्थं पाणिनिना तदा स्वीकृतम्, इत्युक्ते यदि पाणिनिः यस्य हलः इति न स्वीकृतवान्, केवलं यस्य इति स्वीकृतवान् चेत् किं भवति, तत्र किं भवति, पूर्णसूत्रस्य तत्र दोषः भवति खलु। यत्र यस्य इत्येव सूत्रमस्ति अस्ति अस्ति इति चिन्तयतु महोदय, यस्य अङ्गस्य लोपः अर्धातुके इति उक्तमस्ति, इत्युक्ते अचः अङ्गस्य अपि यस्य अचः अचुत्तरस्य य शब्दस्य अपि अङ्गस्य लोपः भवति खलु आर्धातुके प्रत्ययपरे, यदि हलः इति न स्वीकृतवान् चेत्। अचुवर्णात् अनन्तरं यदि य शब्दः अस्ति तस्यपि लोपः भवति हलः इति न स्वीकृतवान् चेत्, इति कृत्वा हलः इत्यस्य अत्र प्रमुखः विषयः अस्ति खलु, हलः इति न स्वीकृतवान् तत्र दोषः भवति। तथा एव अत्र यस्य इति न स्वीकृतं, यः इति स्वीकृतं चेत् तत्र कः दोषः भवति इति पुनः चर्चयति। तथा एव अङ्गस्य इति न स्वीकृतं, तदा किं भवति, वर्णनिमित्तिकं कार्यं भवति खलु, अत्र अङ्गस्य इति न स्वीकृतं चेत् तत्र हलः यस्य लोपः आर्धातुके इति भवति, तर्हि आर्धातुके इति अस्ति इति कृत्वा वयं जानीमः, प्रत्यये परे इति कृत्वा अङ्गकार्यम् इति तु जानीमः, किन्तु साक्षात् अन्यत्र सर्वत्र सूत्रेषु तथा न भवितुम् अर्हति खलु. अङ्ग आर्धातुके इति न उक्तमस्ति इति चिन्तयतु. हलः यस्य अङ्गस्य लोपः इति एव अस्ति चेत् तत्र तु पुनः क्लेशः जायते खलु. तथा आर्धातुके इत्यस्य आवश्यकता किम् अस्ति? आर्धातुके इति न स्वीक्रियते किं भवति? प्रत्येकस्य अंशस्य कोऽपि अर्थः अस्ति खलु. तद् किम् अस्ति, किमर्थं तथा स्वीकृतमस्ति, तद् अंशं किमर्थं पाणिनिना स्वीकृतमस्ति इति चर्चा यत्र जायते तदेव दलसार्थक्यम् अस्ति. इत्युक्ते आर्धधातुके तत्र कथं दलसार्थक्यं क्रियते इत्युक्ते कशिककारैः पृच्छ्यते आर्धधातुके इति किम् इति पृच्छ्यते, तदा पुनः उच्यते सार्वधातुके परे अस्य कार्यं न भवतु खलु. सार्वधातुके अपि सार्वधातुके इति न उक्तं चेत् सार्वधातुके अपि अस्य कार्यं भवति, यत् शब्दस्य लोपः भवति सार्वधातुके प्रत्यये परे अपि तत् दोषाय भवति इति कृत्वा आर्धधातुके इत्युक्तमस्ति इति तत्र उदाहरणसहितं व्याख्याकारैः व्याख्याकाराः विवृणोति. उदाहरणार्थं चिन्तयतु, तत्र किमस्ति, दीव्यति इति अस्ति पदम्. अत्र तु दीव्य इत्यस्मिन् यः शब्दः अस्ति, ति इति सार्वधातुकप्रत्ययः अस्ति, तिंक्षित् सार्वधातुकमस्ति खलु. तर्हि दीव्यति इत्यस्मिन् अधुना हल् उत्तरस्य यः शब्दः अस्ति, अङ्गमपि अस्ति, तर्हि यश् अस्य अनेन सूत्रेण यस्य हलः इति सूत्रेण यकारस्य लोपः भवति खलु. तदा किं भवति? दीति इति भवति रूपम्. दीप् धातोः तर्हि तदेव तत्र तादृशं स्वीकृत्य एकैकं पदं स्वीकृत्य एकैकं दलं स्वीकृत्य एकैकम् अंशं स्वीकृत्य किमर्थम् एवं किम् इति पृष्ट्वा हलः इति किं, यस्य इति किम्, अङ्गस्य इति किं, लोपः इति किम् इति एकैकं प्रश्नं पृष्ट्वा तस्य विवरणमपि ददाति. यदि तादृशं न स्वीकृतं चेत् कः दोषः स्यात् इति विवृणोति. तद्भवति दलसार्थक्यम् इति. धन्यवादः तथा एव तत्र किम् अस्ति औचित्यम् इत्युक्ते उचितम् इत्यस्य भावः औचित्यम् इति अवगच्छामि, किन्तु गतसप्ताहे महोदयस्य वर्गे कः प्रसङ्गः इति ज्ञात्वा एव वक्तुं शक्नोमि महोदय. किन्तु अधुना काशिकायां किं लिखितम् अस्ति तत् परिच्छेद यदि अधोभागे अस्ति तत्र दलसार्थक्यं दत्तम् अस्ति. काशिकायामपि भवति, न्यासे अपि भवति, व्याख्यानेषु सर्वत्रापि दलसार्थक्यं भवति. तत्र अहं प्रदर्शयामि वा तत्र पत्रे मणि महोदयस्य कृते तत्र अहम् एकनिमिषं स्वीकृत्य अहं प्रदर्शयामि अत्र तत्र तस्मात् पूर्वं महोदय औचित्यं कुत्र लिखितम् अस्ति? न न भवान् उक्तवती न कदा वयं पठितवन्तः पठति, इदानीम् अहं न द्रष्टुं शक्नोमि. अन्यवर्गे वदतु महोदय. तदेव महोदय तत्र उक्तवती खलु औचित्यस्य भावः औचित्यम् इति, किन्तु प्रसङ्गः कः इति न अवगच्छामि. अत्र पश्यतु महोदय, तत्र प्रदर्शयामि काशिकायां पश्यतु. उगन्तलघुपदस्य तत् यस्य हल इत्यस्मिन्नेव पश्यतु, हल् उत्तरस्य लोपः भवति इति उक्त्वा प्रथमं विवरणं ददाति, सूत्रे किम् उक्तमस्ति इति विवरणं ददाति. तदनन्तरम् उदाहरणानि ददाति सः. तदनन्तरं किं पृच्छति? यस्य इति सङ्घातग्रहणम् एतत् इति किञ्चित् अग्रे तु उक्त्वा पुनः अलौन्त्यस्य इति न भवति, तस्य सिद्धत्वात् इति सर्वम् उक्त्वा तत्र हलः इति पञ्चमी निर्देशः इति विभक्तिविषये अपि अत्र प्रतिपादयति. तदनन्तरं पृच्छति सङ्घातग्रहणम् इति किम्, किमर्थं सङ्घातग्रहणम् इति उक्तवती उक्तवान् पुनः हलः इति किं, सूत्रे किमर्थं हलः अङ्गस्य इति उक्तवान्, नो चेत् लोलुयिता इत्यस्मिन्नपि कार्यं भवति. यत्र लोलु लोलविता इति भवति रूपं, तत्तु दोषाय भवति. यदि लोलूय इत्यस्य यकारस्य लोपः भवति चेत् अजुत्तरस्य यकारस्य लोपः भवति चेत् तत्र तु दोषः भवति इति प्रतिपदं स्वीकृत्य प्रतिपादयति. तथा एव पुगन्तलघुपदस्य च इत्यस्मिन् पश्यति चेत् पुगन्तस्य इति किं पुगन्तस्य नास्ति चेत् तत्र तत्र श्वीरातोः तु तत्र प्राधान्यरूपं भवति. तथा लघुपदा इति किमर्थम् उक्तमस्ति इति प्रत्येकं पदं स्वीकृत्य तस्य अर्थं बोधयित्वा तस्य आवश्यकता किम् अस्ति इति बोधयति इति कृत्वा तत्र दलसार्थक्यम् इति वदति. अग्रे गच्छामः वा? तर्हि तत्र अत्रैव सेट् उदुपददातवः इति ये सेट् दातवः उदुपदाः तेषां पुगन्तलघुपदस्य च इत्यनेन उपता गुणः भवति इति उक्तमस्ति खलु. इत्युक्ते सामान्य सेट् उदुपददातवः मुद् इति धातुः अस्ति, मुद्योगः इष्यति. पुगन्तलघुपदस्य च इत्यनेन मोद्योगः इष्यति, मोदिष्यति इति रूपं प्राप्नुमः इति. स्वीकृतं वा करपत्रे? सेट् उदुपददातवः इति भुआदिगणात् आरभ्य त्रयादिगण द्वितीयपङ्क्तिः यत् अस्ति तत्र तु सेट् उदुपददातवः. तत्र पठामि वा? अहं पठामि अनन्तरं भवन्तः तत् तस्मिन् समये पुटम् उद्घाटयन्तु. मुद्योगः इष्यति उगन्तलघुपदस्य चेतेन मोद्योगः इष्यति, मोदिष्यति इति. एवमेव प्लुष् प्लुष् योगः इष्यति पुगन्तलघुपदस्य चैतन्येन प्लोष् योगः इष्यति, प्लोषिष्यति इति. कृष् योगः इष्यति पुगन्तलघुपदस्य चैतन्येन क्रोष् योगः इष्यति, क्रोषिष्यति इति वक्तुं प्राप्नुमः. विशिष्टाः सेटः उदुपदधातवः. कुटादिगणीयाः सेट् उदुपदधातवः. सामान्यतया तु पुगन्तलघुपदस्य चैतन्येन गुणः भवति, किन्तु कुटादि तत्र विशिष्टाः विशिष्टानाम् अन्यतमः अस्ति कुटादिगणीयाः धातवः. तत्र तु किं भवति? गाङ्कुटादिभ्यो ङित् इति पूर्वं पठितवन्तः. इत्यनेन कुटादिगणेभ्यः धातुभ्यः ङित् भिन्नप्रत्ययः निद्वद्भवति इति कृत्वा तत्र अतः एभ्यः धातुभ्यः ङिति च इत्यनेन गुणनिषेधः भवति. तर्हि धातुः गुज इति धातुः गुजिष्यति इति एव स्वीक्रियते. कुच इति कुचिष्यति, पुट संश्लेषणे इति पुटिष्यति, स्फुट विकसने स्फुटिष्यति इत्येव रूपाणि. तथैव मुट आक्षेपमर्दनयोः मुटिष्यति, त्रुट छेदने त्रुटिष्यति, तुट कलहकर्मणि तुटिष्यति, च्युट छेदने च्युटिष्यति, छुट छेदने छुटिष्यति, जुट बन्धने जुटिष्यति, लुट संश्लेषणे लुटिष्यति, घुट प्रतिघाते घुटिष्यति, गुडरक्षायां गुडिष्यति, कुड बाल्ये कुडिष्यति, पुड उत्सर्गे पुडिष्यति, तुडतोडने तुडिष्यति, थुड संवरणे थुडिष्यति, स्थुड संवरणे स्थुडिष्यति, स्फुड संवरणे स्फुडिष्यति, चुड संवरणे चुडिष्यति, वृड संवरणे वृडिष्यति, क्रुड निमज्जने क्रुडिष्यति, छुर छेदने छुरिष्यति, गुरी उद्यमाने गुरिष्यति, स्फुर संचलने स्फुरिष्यति, स्फुल संचलने स्फुलिष्यति इति रूपाणि. अग्रे तु सेठः ऋद्पददातवः इति कः न पठितवान्? सूर्यकुमारी भगिनी पठितवती वा भगिनि? कुत्र भगिनि? वक्तुं न शक्नोमि. सेकेण्ड् बिन्दु भगिनि, सो यु हेव् सेट् ऋदुपद दातवः इति अन्ये पठतु कृपया. अहं पठामि. सेतः ऋदुपदधातव ये सेतः धातव ऋदुपदा तेषां पुगन्तलघुपदस्य च इत्यनेन उपधा गुणं भवति. वृष योग इष्यति पुगन्तलघुपदस्य चनने वर्ष योग इष्यति वर्षिष्यति एवमेव हृष् इदानीं ऋतुपद ये धातवः अस्ति तेषां पुगन्तलघुपदस्य चेति कारण कि ऋकार उपधायां भवति तस्य एक पुगन्तलघुपदस्य अनेन इकवर्णस्य लघु उपधा अस्ति तस्य गुणः भवति तो यत् उदाहरणमस्ति वृष ऋकार उपधायाम् अस्ति तस्य गुणः भवति अकार आगच्छति गुणन् अपर अनेन रेफ भवति अर् आगच्छति तो वर्ष योग इष्यति वर्षति एवमेव हृष् भवति हर्ष योग इष्यति हर्षिष्यति इति रूपं भवति विशिष्टा सेतः ऋतुपदः कुटादिगणीय सेत ऋतुपद धातवः गाङ्कुटादिभ्यो ङिति इत्यनेन कुटादिगणिभ्यः धातुभ्यः ञित् ञित् भिन्नप्रत्यय ङित्वत् भवति अतः एभ्यः धातुभ्यः ङिति च इत्यनेन गुणनिषेधः भवति यथा वयं पूर्वं दृष्टवन्तः इदुपदधातव्या अदुपद यदि कुटादिगणे अस्ति तेषां ञित् ञित् भिन्नप्रत्यये गुणबाधितं भवति अत्रापि ऋतुपद ये धातवगुटादिगणे अस्ति तेषामपि गुणबाधितं भवति उदाहरणमस्ति क्रिङ् योगयिष्यति इदानीं गुणबाधित्वा क्रिङ्गिष्यति इति रूपं भवति भृङ् योग भृङ् निमज्जने भृङ् योगयिष्यति भृङ्गिष्यति इति रूपं भवति इति स्मर्तव्यं के के धातव कुटादिगणे सन्ति इदानीं केवलं धातुद्वयम् अस्ति कुटादिगणे ऋदुपदधातुः क्रिङ् भृङ् इति अस्ति तृतीयबिन्दुः कः पठिष्यति करपत्रं स्वीकृतवन्तः वा सर्वेपि तृतीयबिन्दुः भ्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटाम् अनितां च हलन्तधातूनां दृट्लकारस्य रूपसिद्धिः इति भगिनी स्वीकृतवती वा भगिनि आं भगिनि पठतु भगिनि तृतीयबिन्दुः भ्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेदाम् अनिष्टं च अनितां च हलन्तधातूनां लुट्लकारस्य रूपसिद्धिः हलन्तधातवः आधिक्येन सेतः जानीमः हलन्तधातुषु हन्नडन्तु धातवः अनिटः सन्ति तेषां लुट्लकाररूपाणि अधुना साधिष्यामः हलन्तधातुषु सप्तत्रिंशतिसूत्र धातवः वेट सन्ति तेषु चतुर्दशधातवः उदितः अष्टधातवः प्रदादयः अपि च एकः निर् उपसर्गपूर्वककृष् धातु येषामपि सर्वेषां वेदां धातूनां लुट्लकाररूपाणि अधुना साधयिष्यामः ओके अत्र अधुना हलन्तधातु अस्ति चेत् लुट्लकाररूपसिद्धि वयं जानीमः हलन्तधातवः आधिक्येन सेतः परन् अत्र हन्नडन्तु धातवः अनिटः अस्ति तत्र तेषां लुट्लकाररूपमे पठिष्यामः हलन्तधातुषु सप्तत्रिंशत् धातवः वेतः अस्ति अन्यविभजनम् अस्ति तेषु चतुर्दश धातवः उदितः अष्टधातवः प्रदादयः अपि च एकः निर् उपसर्गपूर्वकपृष्टात् धातुविषये लुट्लकाररूपाणि अधुना साधयिष्यामः मनसि भवेत् यत् अङ्गकार्याणि यदा समाप्तानि तदेव सन्धिकार्यं करणीयं भवति. समाप्तानि समाप्तानि समाप्तानि समाप्तानि तदेव सन्धिकार्यं करणीयं भवति. अन्यत् च येषां धातूनाम् उपधायां वर्गीय अनुनासिकवर्णः कस्यचित् वर्णस्य पञ्चमसदस्य वर्तते अङ्गकार्यात् प्राक् प्रथमं कार्यमस्ति यत् तस् उपधावर्णस्य परिवर्तनं करणीयं. यथा बञ्ज् योगः सति अत्र बञ्ज् योगः सति अञ्ज् अञ्ज् योगः सति अन्नज् योगः सति षञ्ज् अत्रापि सञ्ज योगः सति. ओके, तद् प्रयत्नं करोमि भगिनि. अङ्गकार्यं कार्यं समाप्तम् अभवति अभवत्. अधुना धातूनाम् उपधायां वर्गी अनुनासिकवर्णः अस्ति चेत् अङ्गकार्यात् प्राक् प्रथमं उपधावर्णस्य परिवर्तनं करणीयम्. उदाहरणमस्ति बञ्ज् धातु व्यवसति अत्र बञ्ज् श्रुति भवति. अञ्ज् अत्रापि नकार आगच्छति अनज् अञ्ज् सञ्ज् अपि सन्नज् व्यवसति. प्रथमं हलन्त अनिर्धातवरूपाणि पठति पठामः. तदनन्तरम् अङ्ग उपधायाम् अन्तिम अनुनासिकवर्णीयम् अस्ति चेत् तत् कार्यं प्रथमं करणीयम् इति अत्र दत्तं. धातुपाठे ये शब्दाः दत्तानि सन्ति तत्र सन्धिकार्यं कृत्वा प्रदर्शितमस्ति यथा भञ्ज् सञ्ज् इति. किन्तु मूले ते नकार नुं सन्ति सो तत्र यदि नकार अस्ति तत् भञ्ज् तत्र नकारस्य जकारस्य सोचनाशु अनेन ज्ञकार भवति इति दत्तमस्ति. भनज् सञ्ज् अनज् अञ्ज् सञ्ज् सञ्ज् अस्ति अस्ति इति दत्तमस्ति अत्र. अस्तु भगिनि. कवर्गान्तदातवः धातोः अन्त्ययः वकारः खकारः गकारः घकारः भवति. तस्य क्षति इत्यस्य सकारस्य प्रभावेन करिचा इत्यनेन ककार आदेशो भवति. षत्वसन्धिः इति यदुच्यते. उदाहरणम् अत्र अत्र तादृशम् एक एव धातुः षकार ककार धातु षक् धातुः षक् यः शति षक् यः मूर्धनिषति मेलनमेन योगति इति रूपम् अस्ति कृष्णकारः आदेशप्रत्ययो. आं भगिनि अत्र आदेशप्रत्यय न न केवलं वर्णमेलनम् अस्ति शक्ष्यस्य अत्र अत्र खरिचा वयं जानीमः जल् स्थाने चरादेशो भवति खरि परि स्यति इति अस्माकम् अस्ति आदेशप्रत्ययनेनपि मूर्धन्यशकार भवति ककारस्य प्रभावेन शक्ष्यति अतः इति भवति शकारः भवति किं भवति तत्र इण्कोः प्रणयोः परयोः अग्रे गच्छामः वा अग्रे कस्य क्रमः सूर्यकुमारी भगिनी पठति वा भगिनि चबर्गां आं भगिनि पठामि पठामि वा आं भगिनि पठतु भगिनि खरी च जलस्थाने चरादेश भवति करिपरे खरि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं जलां जश् जशि इत्यस्मात् जलां भगिनि तत्र सर्व सुपरिचितसूत्रम् अस्ति खलु प्रथमवाक्यम् आमाम् अनुरुतिसहितसूत्रं जलां जलां छर् खरि च संहितायां स्थ्यति इति खरि खर्व खरादि प्रत्ययः अस्ति पर्याप्तं भगिनी उक्तवती अग्रे तु शवर्गान्तदातवः आं शवर्गान्तदातवः अनिट् चकारान्तदातवः धातोः अन्ते यः चकारः तस्य स्थ्यति इत्यस्य सकारस्य प्रभावेन उदाहरणमस्ति न श्रूयते भगिनि भवति भगिनि न श्रूयते पुनः परिचय इत्यनेन कारः एव भवति हरि ओं भगिनि मध्ये मध्ये श्रुतं भगिनि अन्य कोऽपि पठति वा मणिमहोदय पठति वा महोदय पठामि महोदय चौकु सूत्रं पठामि वा अथवा उदाहरणमेव तत्र धातोः उदाहरणमपि पठामि महोदय पच् योः इष्यति चोहोकुः इत्यनेन प्रथमं चकारस्य ककारः भवति पक् इति करिचय इत्यनेन तदेव तिष्ठति पक् योः इष्यति यदि ककारस्य प्रभावेन सकारस्य मूर्धन्यशकार आदेशः वा शकारः तदेव रूपं भवति मेलनं पक्ष्यति रूपं भवति तदेव वच् वक्ष्यति रेक्ष्यति वेक्ष्यति शेक्ष्यति मोक्ष्यति इति रूपाणि भवन्ति चोहोकुः चवर्गजस्थाने कवर्गादेशः भवति जलि पदान्ते अनुवृत्तिसहितसूत्रं चोहोकुः जलिपदस्य अन्ते च तदेव चवर्गं भवति ककारः भवति जलिपरे इति उक्तम् अनन्तरं वेट् चकारान्तदातवः एकनिमिष वयम् अस्माकं य आवली अस्ति न हलन्तधातूनां तत्र चकारान्तधातवः सन्ति तत्र वच् विहाय सर्वे उभयपदी सन्ति पच् रिच् विच् सिच् मुच् उभयपदी विना आत्मनेपदी अपि अस्ति अपि परस्मैपदी द्वयोरूपं सः सो पच्यति पक्षति पक्षते इति भवति वच् केवलं वक्षति रिच् रेक्षति रेक्षते इति ओहोहो धन्यवादः धन्यवादः महोदय महोदय प्रत्येकस्मिन् वर्गे अस्माभिः इति पृच्छति वदामः प्रथम अर्धघण्टा अवधि वदामः वयं वर्गे अधुनापि प्रचलति वा भगिनि आं भगिनि आम् प्रत्येकस्मिन् वर्गे भगिनि मम तु किमपि न अहं तु किमपि न स्मरामि इदानीं कारणकि लिट् लकार अस्ति अस्माकं पाठ इति महोदय वदति अपि लिट् लकारस्य अपि वदतु किम् अस्ति रूपम् इदानीं अहं स्मृतवती केवलं वच् विहाय पच् रिच् विच् सिच् मुच् सर्वे उभयपदी सन्ति इति स्मरणार्थं क्षम्यताम् आं भगिनि धन्यवादः धन्यवादः वेट् चकारन्त दादव तञ्चु धातुः तञ्चु धातुः वेट् अस्ति तञ्चु योः तञ्च् योः अस्ति तनज् अनुनासिकवर्णस्य मूले नकारः अस्ति इति अर्थेन तनज् यो अस्यति चोहकुः नशाम्पतंस्य जलि अनुस्वरस्य पर्सनो तनज् स्थाने हञ्ज् इति रूपं भवति चोहकुरित ककारः भवति करिच तदेव तिष्ठति तञ्क् यो अस्यति ककारस्य प्रभेन सकारस्य षत्वं भवति रूपं भवति अनन्तरम् अनुस्वारसहिपासनेन मकारः भवति ककारस्य पञ्चमवर्णः टङ्क्ष्यति इति रूपं भवति ईडाहं भवति वेट् अस्ति चेत् अनीट् अस्ति चेत् दङ्क्ष्यति वेट् अस्ति सेट् अस्ति चेत् तञ्च् योः इष्यति तञ्जिष्यति तञ्जिष्यति न जकार न भवति च एव तिष्ठति तञ्चिष्यति तञ्चति न अत्र चोहकृहि न भवति न केवलम् इका तञ्चिष्यति चकार एव तञ्चिष्यति अहं चकार तञ्चिष्यति पदस्य जलि अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारादेशः भवति जलि परे अनुवृत्तिसहितसूत्रम् अपदान्तस्य मकारः मान् मह नः च अनुस्वारः जलि संहितायाम् अर्थम् उक्तव्यमे अनुस्वारस्य पर्सन् अपदान्तस्य नकार मकारस्य स्थाने अनुस्वारादेशः जलि परे इति तस्य सूत्रस्य अर्थः अनुस्वारस्य यै परसवर्णः अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति यै परे तदा इदानीं तञ्जु इति उदाहरणे दृश्यं तदेव सूत्रस्य अर्थेन अपि दत्तं वृच्छिदातु अन्य वदति वा न अहमेव पुष्पा भगिनी न पठिष्यति खलु सरला भगिनी भवत्याः अहमपि पठामि क्षम्यताम् व्रश् इति धातुः व्रश् अथवा वेट् अस्ति व्रश् स्यति स्कोः संयोगाद्योरन्ते तत्र केन सूत्रेण व्रश् अतु सेत् भवति वेट् इति सुरति स्वरति सूति सूयति धू योजितो वा उदित् धातुः अस्ति इति व्रश्चु अस्ति मूले तो उदित् इति ओ व्रश्चु इति भवति खलु ओ व्रश्चु आमां मूले ओ व्रश्चु अस्ति ओ व्रश्चु धातुः वेट् सर्वे उदित् यत् अस्ति ते धून्युदितो वा इति सूत्रेण धून्युदितो वा व्रश् योगः स्यति स्कोः संयोगाद्योरन्ति च इत्यनेन किं भवति तत्र संयोग तत्तिरेण सकारस्यैव लोपः भवति न तु अन्तिम हल् वर्णस्य तर्हि व्रच् इति भवति व्रच् योगः स्यति इति अनन्तरं व्रश ब्रश सृज मृज यज राजभ्राज शशांसः इत्यनेन किं भवति चकारान्तानां तत्र तु वृष्यति अस्ति खलु स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति. तदनन्तरं किम् अस्ति अत्र वृष्य इति अस्ति खलु तर्हि वृष्यधातोः तु अन्तिमवर्णस्य स्थाने षकारः भवति तदा तु वृष्यति भवति. तदनन्तरम् अधुना वृष्योगः स्यति इति अस्ति षडोः कः सि इत्यनेन सि प्रत्यये परे षडोः स्थाने ककारादेशः भवति तदा तु वृक् स्यति इति भवति वृक्षति इति. तत्र अनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारस्य षकारः बुद्धनिषकारः भवति वृक्षति इति रूपं प्राप्नुमः खलु. तर्हि अत्र सकारः लोपः भवति वा सूत्रं कार्यं करोति वा अत्र अत्र तु मूले सकारः अस्ति इति मन्ये महोदय मूले सकारस्य अत्रापि अवश्यामि बट् सूत्रे वृश्च इति अत्र दत्तम् अतः किमर्थं पुच्छरहितं शुनकः अपि शुनकः एव खलु. यद्यपि पुच्छः तस्य शकारस्य लोपः जायते सकारस्य तथापि तत्र शुनकः एव अस्ति खलु इति कृत्वा अवगच्छामि महोदय. परन्तु वृक्षसूत्रे वृक्ष इति दत्तं किमर्थं चकारस्य लोपः भवति इति चकारस्य स्थाने शकारः आगच्छति अनेन सूत्रेण. आं महोदय परन्तु वृक्षसृज इति सूत्रस्य वृक्ष इति एव दत्तम् उक्तमस्ति शुनकस्य महोदय तत् सः ते सर्वे सः आगच्छति तदेव भ्रष्टभ्रष्ट तद् तत् सूत्रं तद्वदति चकारः आगच्छति इति. महोदय शुनकस्य शुनकः सर्वे दुग्धं तत्र अन्नं भोजनं खादन्तु इति अस्ति वाक्यम् अस्तु. तस्मात् पूर्वं कस्यचित् शुनकस्य पुच्छः लुप्तः जातः अधुना सः शुनकः एव अस्ति खलु. यद्यपि पुच्छरहितः अस्ति तथापि शुनकः एव अस्ति. तर्हि तादृशशुनकस्य तु भोजनं करणीयं खलु अधुना समयः अस्ति इति कृत्वा. निमित्तनश्यमाण अस्ति तस्य कार्यं न करणीयम् इति अस्ति कूर्णमि इदानीं नैपित्तिकस्य तत्र तु परिभाषा अपि नास्ति सूत्रमपि नास्ति भगिनि तथा किमपि नास्ति. किन्तु तर्हि निमित्तपायस्य नैमित्तिकस्य अपायः इत्यस्य प्रवर्तनमेव अत्र नास्ति. अत्र तु वृषधातोः विषये अन्तिमवर्णस्य तत्र अलौट् इत्यनेन अन्तिमकारस्य स्थाने भूजने चकार आगच्छति साधु कारणे सकारस्य चकार अभवत् इदानीं निमित्तपाय नमितकायस्य अस्ति न तत्र चकारस्य चकार भवति अत्र इति आगच्छति. प्रथमं तु स्कोः संयोगाद्योरन्ते इति एव कार्यमस्ति भगिनि भवती विपरीतरीत्या वदति. प्रथमं प्रश्न चकारस्य सकार कृत्वा तदनन्तरं स्को संयोगाद्यन्ते चेत् महोदय एकं अत्र तु अष्टाध्यायस्य द्वितीयपादे तु तथा न कर्तव्यं खलु. अष्टाध्यायस्य क्रमेण कर्तव्यं. तर्हि प्रथमं स्कोः संयोगाद्योरन्ते इति एव. आमामां किन्तु शकारस्य स्थाने सकार कृत्वा इति आगच्छति तदेव महोदयस्य प्रश्नः तद् नास्ति. महोदयस्य प्रश्नः अस्ति वृष्यत्यस्मिन् सकारस्य लोपः जायते वृच्छति एव भवति खलु. शकारः नास्ति अधुना किन्तु सूत्रे तु वृष वृषति सूत्रे तु सूत्रे दत्तमस्ति. तर्हि कथं कार्यं कर्तुं शक्नोति इत्येव महोदयस्य प्रश्नः. महोदय तत्र शुनकः भोजनं शुनकाः भोजनं कुर्वन्तु इत्यस्मिन् पुच्छरहितशुनकः पुच्छरहित सहितशुनकः इति न उक्तमस्ति खलु. शुनकः तु शुनकः एव पुच्छः अस्ति वा नास्ति वा इति नास्ति. तथा एव वृषधातुः यद्यपि सकारलोपः जायते सः तु वृषधातुः एव अस्ति इति कृत्वा कार्यं भवति. अस्तु अस्तु धन्यवादः महोदय. तत्र विकरण विकरणे किमपि अस्ति, तत्र विकरणेपि धातुः धातुः एव इति किमपि अस्ति महोदय? अनेन तत्र बनेन बनेन बलेन तत्र वृषेव धातुः अस्ति, यद्यपि सकारस्य लोपः भवति तथापि सः वृषधातुः एव अस्ति इति कृत्वा अस्य सूत्रस्य प्रवृत्तिः भवति. तर्हि तथैव तत्र इडागमे सति वृषयोगः इष्यति इत्यस्मिन् वृषिष्यति इति रूपं प्राप्नुमः, केवलं वर्णमेलनं. स्कोः स्कोः संयोगाद्योरन्ते च इति सूत्रं, संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्यस्य लोपः भवति, न तु द्वितीयसदस्यस्य जलिपदान्ते च इति. संयोगाद्योः स्कोः लोपः जलिपदस्य अन्ते च इति सूत्रं. वृष ब्रश सृज मृज यज राज ब्राजशशांशः वृष बृज सृज मृज यज राज ब्राज चकारान्तानां षकारान्तानां चैषां धातूनाम्. अत्र तु तुक्सहितचकारान्तानाम् इति महोदयेन प्रतिपादितमासीत् खलु, अत्र षकारान्तानां चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति जलात् जलिपदान्ते च. अनुवृत्तिसहितसूत्रं वृष ब्रश सृज मृज राज भ्राज यज राज ब्राजश्च शां शः जलिपदस्य अन्ते च. षडोः कहसि षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे. स्वयं सूत्रं सम्पूर्णं षडोः कहसि इति. अग्रे तु अनिट् चकारान्तदातवः इति, कस्य क्रमः अस्ति सरलभगिन्यः क्रमः? अनिट् चकारान्तदातु प्रच् धातु, प्रच् धातु अनिट् अस्ति. सो चूडननासिके च इत्यनेन षत्वं तदा व्रश व्रश सृज मृज यज राज भाज सशां च इत्यनेन षत्वं. प्रच् योगस्यति छो शूरुनानसिके च अनेन तुक्सत यत् चकार अस्ति तस्य स्थाने शकार आगच्छति, तो प्रश् भवति. तदनन्तरं व्रश भ्रशस्य जम्बज राज भ्रश राज भ्राज दशांश अनेन शकार मुदनीयशकार आगच्छति, तो प्रश् भवति. प्रश् षडोकासि अनेन प्रश्ने ककार आगच्छति, प्रक्योग भवति. प्रक्योगस्यति प्रक्ष्यति इति आदेशप्रत्ययनेन सकारस्य स्थाने मूर्धन्यशकार प्रक्ष्यति इति रूपं भवति. छो शूर्यनासिके च इत्यस्य सूत्रमस्ति तुक् सहित चकारस्थाने तालव्यशकार आदेश, अपि च वकारस्य स्थाने ऊट आदेश भवति. अनुनासिकादि प्रत्यय परे क्वि परे झलादि प्रत्यय च परे. छो अनुवृत्तिसहितसूत्रम् अस्ति छो अङ्गस्य शू क्वि झलो अनुनासिके च. तो च इदानीं चकार तुक्सहितचकार स्थाने अपि वकारस्य स्थाने ऊट् आदेश भवति. प्रथमं स्वो इति अस्ति, चकारसहित चकार अस्ति इत्यस्य स्थाने स्थाने अन्तरन्तम् इति स्वीकरं कर्तव्यं. तो इति षकार मूर्धन्य तालव्यषकार आदेश. वो इति अस्ति वकारस्थाने ऊट् आदेश भवति इति अङ्गस्य शूट् इत्युक्ते षकार ऊट् इदानीं सन्धि कृतं डकार दत्तमस्ति ऊट् अस्ति. क्वि झलु परनिमित्तं भवति, क्वि प्रत्ययपरे या झलि प्रत्ययपरे अस्ति अनुनासिके च, अपि अनुनासिक ये परे. सो त्रीणि निमित्तानि सन्ति, क्वि झलि अपि अनुनासिके इति परे यदि भवति झलादिप्रत्यय क्रीप्रत्यय अनुनासिकपरे तुक्सहितचकारस्य शकार अपि वकारस्य स्थाने ऊटादेश भवति. जकारान्तदातव अनिट जकारान्तदातव सामान्य अनिट जकारान्तदातव जकारस्य चोः कु इत्यनेन कृत्वादेशानन्तरं खरि चैत्यनेन ककार आदेश धातो अन्ते संयोग सति प्रथमसदस्य नकार वर्तते चेत् नश्चापदान्तस्य झलि अनुस्वासे यै परसमान आदेशप्रत्ययो इति समानप्रक्रिया यथा वयं पूर्वं दृष्टवन्तः चवर्गीयस्य स्थाने कवर्गीयस्य भवति तद् कवर्गीय यदि आगच्छति तद् अस्य प्रत्यपरे इन्को आगच्छति कवर्गीय तो इति आदेशप्रत्ययोपि प्रसक्तिः भवति विवक्षानुगा अनुसारं नश्चापदान्तस्य झलि वा अनुशासे परसमानं कार्यं करोति त्यज योगस्यति इदानीं कोः अनेन प्रथमं त्यक् योगस्यति भवति तदनन्तरम् आदेशप्रत्ययो करणीयं कारणं कि तत्र पूर्वसूत्रमस्ति 834 नो खरि च 55 आदेशप्रत्ययो 59 तो खरि च अनेन त्यज् त्यग् भवति त्यग् योगस्यति तदनन्तरं खरि चनने त्यक् योगस्यति तद् आदेशप्रत्ययो त्यक् योगस्यति त्यक्षति इति रूपं भवति तथैव केवलं रूपाणि वदामि भगिनि आं भगिनि भज् योगस्यति भक्षति अपि उभयपदी अस्ति भक्षति भक्षते इति भवति यज् योगस्यति इति यज् अत्र यज् रश्चपशसिजं मज याज् यज् अस्मिन् आगच्छति खलु यज् तत्र इति चोः कु प्रभाद्य व्रश्चप्रचसिजं यज यज राज अपद् अपद् अपवादत्वेन कार्यं करोति तो यज् स्थाने शकार भवति यश् तद् यश् भवति तशो तदनन्तरं किं भवति खरि न षडोक अस्ति नने ककार यक् योग तदनन्तरम् आदेशप्रत्ययः यक्षति इति रूपं भवति यक्षति यक्षति निज् योगस्यति इदानीं पुगन्तलघुपदस्य प्रथमं भवति कार्यं तु नेज् योगस्यति तदनन्तरं चोः कु खरि च आदेशप्रत्ययो अनेन नेक्षति नेक्षते विज् योगस्यति वेक्षति वेक्षते भुज् भोक्षति भोक्षते रुज् केवलं युज् केवलम् एक रोक्षति इति एव अस्ति युज् योक्षति योक्षते भञ्ज् इदानीं भञ्ज् योगस्यति अत्र प्रथमं चोः कु अनेन भङ्क् भङ्क् योगस्यति भवति भङ्ग् तदनन्तरं खरि च अनेन भङ्क् भवति नश्चापदान्तस्य झलि नने नकारस्य अनुस्वारः भवति अनुस्वारस्य यै परसवनेन नकार आगच्छति तु भङ्क् भवति भङ्क् योगस्यति आदेशप्रत्ययं भङ्क्षति इति रूपं भवति भङ्क्षति भङ्क्षत् रञ्ज् यत् अस्ति तत्र इति आत्मनेपदी अस्ति अपि अभयपदी अस्ति तु अत्र अपि नश्चापदान्तस्य झलि समानकार्यं यथा भञ्ज् तत्र भङ्क्षति भङ्क्षते सञ्ज् यत्र अस्ति सङ्क्षति एवमस्ति स्वञ्ज् योगस्यति यत्र स्वन् स्वङ्क्षते इति आत्मनेपदी अस्ति स्वन् स्वङ्क्षते नश्चापदास्यस्य झलि इति परिचितसूत्रमस्ति अपदास्यस्य नकारस्य मकारस्य स्थाने अनुस्वार आदेशः भवति झलि परे तो इति अस्ति अपदान्तस्य मह मकारस्य स्थाने मह नः मकार नकारस्य स्थाने च अनुस्वार झलि परे संहितायाम् इति भवति अनुस्वारस्य यै परसमन अनुस्वारस्य स्थाने परसमन आदेश भवति यै परे तो अनुस्वारस्य परसमनं यै सहितायाम् इति अस्ति तो इति स्मर्तव्यं यै प्रत्याहारे सशर इति न आगच्छति, सति यदि आगच्छति तत्र यदि अनुनासिकप्रत्यय अनुनासिकान्तम् आगच्छति तत्र यै केवलं नश्चापदान्तस्य झलि कार्यं करोति किन्तु अनुशासे यै परसमनकार्यं न करोति इति स्मर्तव्यम् अत्र. तावत् स्थगयामः वा? अस्तु भगिनी, विशिष्ट अग्रिमे अग्रिमे तर्हि धन्यास्मि. धन्यवादः. धन्यवादः भगिनी. धन्यवादः सर्वे.